पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 47 युधिष्ठिर उवाच वासुदेवनमस्तुभ्यं कथयस्व ममाग्रदः चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेद् श्रीकृष्ण उवाच शृणुष्वैकमनाराजन् कथां पुण्यां पुरातनीं वसिष्ठो यामकथयत् प्राक् दिलीपाय पृच्छते दिलीप उवाच भगवन् श्रोतुमिच्छामि कथयस्व प्रसादतः चैत्रमासीसिदे पक्षे किं नामैकादशी भवेद् वसिष्ठ उवाच साधुपृष्ठं त्वया राजन् कथयामि तवाग्रदः चैत्रस्य शुक्लपक्षे तु कामदा नामदः एकादशी पुण्यतमा पापेन्धनदवानल शृणु राजन् कथामेदां पापघ्नीं पुण्यदायिनीं पुरा नागपुरे रम्ये हेम रत्नविभूषिते पुण्डरीकमुखानागा निवसन्ति महोत्कटाः तस्मिन् पुरे पुण्डरीको राजा राज्यं चकारसः गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते वराप्सरास्तु ललिता गन्धर्वो ललितस्तथा उभौ रागेण संरक्तौ दम्पती कामपीडितौ रेमादे स्वगृहे रम्ये धनधान्ययुधे तदा ललितायाश्च हृदये पतिर्वसति सर्वदा हृदये तस्य ललिता नित्यं वसति भामिनी एकदा पुण्डरीकोऽथ क्रीडते सदसि स्थितः गीतं गानं प्रकुरुदे ललितोदयितां विना पदबन्धस्खलज्जिह्वो बभूव ललितां स्मरन् मनोभावं विदित्वास्य कर्कटो नागसत्तमः पदबन्धच्युदिं तस्य पुण्डरीके न्यवेदयद श्रुत्वा कर्कोटकवच पुण्डरीको भुजङ्गराड क्रोधसंरक्तनयनो बभूवादिभयङ्करः शशापललितं तत्र गायन्तं मदनातुरं राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः यदः पत्नीवशोपेदो गायमानो ममाग्रदः वचनात् तस्य राजेन्द्र रक्षोरूपो बभूव सः रौद्राननो विरूपाक्षो दृष्टमात्रो भयङ्करः बाहुयोजनविस्तीर्णौ मुखं कन्दरसन्निभम् चन्द्रसूर्यनिभे नेत्रे ग्रीवा पर्वतसन्निभा नासारन्ध्रे दुविवरे अधरौ योजनायधौ शरीरं तस्य राजेन्द्र उद्धितं योजनाष्टकम् ईदृश्यो राक्षसो भूत्वा भुञ्जानकर्मणफलं ललितादु तथालोक्य स्वपदिम् विकृताकृतिं चिन्तयामास मनसा दुःखेन महतार्दिता किं करोमि क्व गच्छामि पदि शापेन पीडितः इति संस्मृत्य मनसा शर्मणा लभद चचारपदिना सार्धं ललिता गहने वने बभ्राम विपिने दुर्गे कामरूपी स राक्षसः निर्घृणपापनिरदो विरूपः पुरुषादकः न सुखं लभते रात्रौ न दिवा पापपीडितः ललिता दुःखितादिव पदिं दृष्ट्वा तथाविधं बभ्राम तेन सार्धं सा रुदधी गहने वने दृष्ट्वाश्रमपदं रम्यं मुनिं संशान्तविग्रहं शीघ्रं जगामललिता नमस्कृत्याग्रतस्थिता तां दृष्ट्वा स मुनिं प्राह दुःखितां हि दयापरः का त्वं कस्मादिहायादा सत्यं वद ममाग्रदः ललितोवाच वीरधन्वेदि गन्धर्वसुधा तस्य महात्मनः ललिता नाम मां विद्धि पत्यर्थमिह चागतां भर्ता मे पापदोषेण राक्षसो भून्महामुने रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् साम्प्रतं साधि मां ब्रह्मन् यत्कृत्यं तद्वद प्रभो कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम् ऋषिरुवाच चैत्रमासस्य रम्भोरु शुक्लपक्षोऽस्ति साम्प्रतं कामदैकादशी नाम पापघ्नी ललिते परा कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम् अस्य व्रतस्य यत्पुण्यं तत् स्वभर्त्रे प्रदीयताम् दत्ते पुण्ये क्षणात् तस्य शापदोषः प्रयास्यति इति श्रुत्वा मुनिर्वाक्यं ललिता हर्षिता भवद उपोष्यैकादशीं राजन्द्वादशी दिवसे तथा विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै मया तु तत्वृतं चीर्णं कामदाया उपोषणं तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता ललितावचनादेव वर्तमानोऽपि तत्क्षणे गतपापः स ललितो दिव्यदेहो बभूवः राक्षसत्वं गतं तस्य प्राप्तः गन्धर्वदा पुनः हेम रत्नसमाकीर्णो रेमे ललितया सह विमानवरमारूढौ पूर्वरूपाधिकौ च तौ दम्पती अस्य शोभेदां कमदाया प्रभावदः इति ज्ञात्वा नृपश्रेष्ठकर्तव्यैषा प्रयत्नदः लोकानां तु हितार्थाय तवाग्रे कथिता मया ब्रह्महत्यादिपापग्नी पिशाचत्वविनाशिनी नादपरतरा काचित्त्रैलोक्ये सचराचरे पठनाश्रवणाद्राजन्वाजपेयफलं लभेत इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापदि नारदसंवादे चैत्रशुक्लाकामदानाम सप्तचत्वारिंशोऽध्यायः ॐ